पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 127 कार्तवीर्य उवाच हेतुनाकेन विप्रर्षे माघस्नाने महाद्भुतः प्रभावो वर्ण्यते नूनं तन्मे कथय सुव्रत गतपापो यदेकेन द्वितीयेन दिवं गतः वैश्योऽसौ माघपुण्येन ब्रूहि मे तत्कुतूहलम् दत्तात्रेय उवाच निःसर्गात्सलिलं मेध्यं निर्मलं शुचिपाण्डुरं मलहं पुरुषव्याघ्रद्रावकं दाहनाशनम् तारकं सर्वभूतानां पोषणं जीवनं च यत् आपो नारायणो देवः सर्ववेदेषु पठ्यते ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी मासानां च तथा माघश्रेष्ठः सर्वेषु कर्मसु मकरस्तेरवौ माघे प्रातःकाले तथा मले गोष्पदेऽपि जले स्नानं स्वर्गदं पापिनामपि योगोऽयं दुर्लभो राज्यं त्रैलोक्ये सचराचरे अस्मिन् योगे त्वशक्तोऽपि स्नायाद्यदि दिनत्रयम् दद्यात् किञ्चिदशक्तोऽपि दरिद्राभाववाञ्छया तृस्नानेनापि माघस्य धनिनो दीर्घजीविनः पञ्च वा सप्तवाहानि चन्द्रवद्वर्धते फलं सम्प्राप्ते मकरादित्ये पुण्ये पुण्यप्रदे नृणाम् सत्कार्यास्तु दयः सर्वास्नानदानादिकर्मसु कर्तारं दापयन्तीह ह्यक्षयं शाश्वतं पदम् तस्मान्माखे बहिस्नायादात्मनो हितकाम्यया अधा तत्सम्प्रवक्ष्यामि माघस्नानविधिं परम् कर्तव्यो नियमः कश्चिद्व्रतरूपी नरोत्तमैः फलादिशयहेतोर्वै किञ्चित् भोज्यं त्यजेद्बुधः भूमौ शयीद होदव्यमाज्यं तिलविष्मिश्रितं त्रिकालं चार्चयेद्विष्णुं वासुदेवं सनातनं दातव्यो दीपको खण्डो देवमुद्दिश्य माधवम् इन्धनं कम्बलं वस्त्रमुपानत्कुङ्कुमं कृतं तैलं कार्पासकोष्ठं च तूलीं तूलवडीं पडीम् अन्नं चैव यथाशक्तिदेयं माघे नराधिप सुवर्णं रक्तिकामात्रं दद्याद्वेदविदे तथा तद्दानमक्षयं राजन् समुद्र इव सर्वदा परस्याग्निं न सेवेद त्यजे चैव प्रतिग्रहं माखान्ते भोजयेद्विप्राण्यथाशक्रि नराधिप देया च दक्षिणातेभ्य आत्मनश्रेय इच्छदा एकादशी विधानेन माघस्योद्यापनं तथा कर्तव्यं श्रद्धधानेन ह्यक्षय्य स्वर्गवाञ्छया अनन्तपुण्यावाप्त्यर्थं विष्णु सम्प्रीतिहेतवे मकरस्तेरवमाघे गोविन्दाच्युतमाधव स्नानेनानेन भो देव यथोक्त फलदो भव इति मन्त्रं समुच्चार्य स्नायान्मौनी समाहितः वासुदेवं हरिं कृष्णं माधवं च स्मरेत् पुनः गृहेऽपि सजलं कुम्भं वायुना निशिपीडितं तस्नानं तीर्थसदृश्यं सर्वकामफलप्रदं तत्र व्रतेन दातव्यं सान्नं चोपस्करान्वितं तस्नानस्य प्रभावेण नरो न निरयं व्रजेत तत्तेन वारिणा स्नानं यद्गृहे क्रियते नरैः षडब्दफलदं तद्धि मकरस्थे दिवाकरे बहिस्नानं तु वाप्यादौ द्वादशाब्दफलं स्मृतम् तडागे द्विगुणं राजन्नद्यां चैव चतुर्गुणं शतधा देवखादेषु शतधातु महानदे शतं चतुर्गुणं राजन्महानद्याश्च सङ्गमे सहस्रगुणितं सर्वं तत्फलं मकरे रवौ गङ्गायां स्नानमात्रेण लभते मानवो नृप गङ्गायां एव गाहन्ति माघमासे नृपोत्तम चतुर्युगसहस्रं तु न पतन्ति सुरालयात् दिने दिने सहस्रं तु सुवर्णानां विशाम्पदे तेन दत्तं तु गङ्गायां यो माखे स्नाति मानवः शतेन गुणितं माखे सहस्रं राजसत्तम निर्दिष्टमृषिभिस्नानं गङ्गाया मुनसङ्गमे पापौकभूरिभारस्य दाहार्थे च प्रजापतिः प्रयागं विदधे भूपप्रजानां च हिते स्थितः शृणुस्थानमिदं सम्यक् सिदासिद जलं किल पापरूपपशूनां च ब्रह्मणा विहितं पुरा सिदासिद जले मज्जेदपि पापशतान्वितः मकरस्ते रवौ माके नैव गर्भेषु मज्जति सूनारतोऽपि यो मर्त्यप्रयागे स्नानमाचरेत् माके मासि नरव्याघ्र सयादि परमं पदं सिदासिदा तु याधारा सरस्वत्या विगर्भिता तन्मार्गं विष्णुलोकस्य सृष्टिकर्ता ससर्ज वै दुस्तरा वैष्णवीमाया देवैरपि सुदुर्जया प्रयागे दह्यदे साधु माखे मासि नराधिप तेजोमयेषु लोकेषु भुक्त्वा भोगाननेकशः पश्चाच्चक्रिणीलीयन्ते प्रयागे माखमज्जनाद उपस्पृशति यो माखे मकरार्के सिदासिदे न तत्पुण्यं च सङ्ख्यातुं चित्रगुप्तोऽपि वेत्यलं सन्निमज्जति यो माखे मकरस्थ सिदासिदे तस्य पुण्यस्य माहात्म्यं वक्तुं ब्रह्मापि न क्षमः संवत्सरशतं साग्रं निराहारस्य यत्फलं प्रयागे माघमासे तु त्र्यः स्नानस्य तद्फलम् स्वर्णभारसहस्रेण कुरुक्षेत्ररविग्रहे यद्फलं लभते माखे वेण्या स्नानाद्दिने दिने राजसूयसहस्रस्य राजन्नविकलं फलं सिदासिते तु माखे च स्नानानां भवति ध्रुवम् पृथिव्यां यानि तीर्थानि पुर्यः सप्त च याः पुनः वेण्यां स्नातुं समायान्ति मा खेमासि नृपोत्तम सर्वतीर्थानि कृष्णानि पापिनां सङ्गदोषतः भवन्ति शुक्लवर्णानि प्रयागे माखमज्जनाद आकल्पसञ्चितं पापं जन्मभिर्यन्नरैर्नृप तद्भवेद्भस्म सान्माखे स्नानातानां च सितासिते वाङ्मनकायजं पापं नरस्य विलयं व्रजेत् प्रयागे माघमासे दुत्रियः स्नातस्य निश्चितं प्रयागे माघमासे यस्त्रियहं स्नाति च मानवः पापं त्यक्त्वा दिवं यागि जीर्णां त्वचमिवोरगः कुरुक्षेत्रसमा गङ्गा यत्र कुत्रा वगाहिता तस्माद्दशगुणा पुण्या यत्र विन्ध्येन सङ्गदा तस्मात्सद्गुणा गङ्गा काश्यामुत्तरवाहिनी काश्या सद्गुणा प्रोक्ता गङ्गायामुनसङ्गमे सा सहस्रगुणा तासां भवेत् पश्चिमवाहिनी या राजन् दर्शना देवब्रह्महत्यापहारिणी या पश्चाद्वाहिनी गङ्गा कालिन्द्या सहसङ्गदा हन्तिकोटिकृतं पापं सा माके नृपदुर्लभा यत्कथ्यते मृदं राजन् सा वेणी भुवि कीर्तिता तस्यां माखे मुहूर्तं तु देवानामपि दुर्लभम् ब्रह्मा विष्णुर्महादेवो रुद्रादित्यमरुद्गणाः गन्धर्वा लोकपालाश्च यक्षकिन्नरपन्नगाः अणिमादिगुणैः सिद्धा ये चान्ये तत्त्ववादिनः ब्रह्माणी पार्वती लक्ष्मीः शची मेनादिदिर्दिः सर्वास्ता देवपत्न्यश्च तथा नागाङ्गना नृप कृताची मेनकारम्भा उर्वशी च तिलोत्तमा गणाह्यप्सरसां सर्वे पितॄणां च गणास्तथा स्नातु मायान्दिते सर्वे माखे वेण्यां नराधिप कृते युगे स्वरूपेण कलौ प्रच्छन्नरूपिणः प्रयागे माघमासे दुत्रियः स्नानस्य यत्फलम् नाश्वमेधसहस्रेण तत्फलं लभते भुवि त्रियः स्नानफलं माघे पुरा काञ्चनमालिनी राक्षसाय ददौ भूप तेन मुक्तः स पापकृत कार्तवीर्य उवाच भगवन् राक्षसकोऽसौ साका काञ्चनमालिनी कथं दत्तवदी धर्मं कथं वा तस्य सद्गतिः एतत्कथय योगीन्द्र अत्रि सन्तानभास्कर यदि त्वं मन्यसे श्राव्यं परं कौतूहलं हि मे दत्तात्रय उवाच शृणुराजन्विचित्रं त्वमितिहासं पुरातनं यस्य स्मरणमात्रेण वाजपेयफलं लभेद अप्सरारूपसम्पन्ना नाम्ना काञ्चनमालिनी प्रयागे माघमासे सा स्नात्वा यादि हरालयम् निगुञ्जे गिरिराजस्य तिष्ठता गिरिरूपिणा दृष्टा गगनमारूढा तेन वृद्धेन रक्षसा तेजस्विनी सुहेमाभा शुश्रोणी दीर्घलोचना चन्द्रानना सुकेशी च पीनोन्नदपयोधरा तां दृष्ट्वा रूपसम्पन्नामुवाच राक्षसस्तदा का त्वं कमलपत्राक्षि कुत आगम्यदे त्वया आर्द्रं च वसनं कस्मात् सार्द्राते कबरीकुतः कुत्र आगम्यदे भीरु कुतस्थे केचरीगतिः केन पुण्येन वा भद्रे तव तेजोमयं वपुः अतीवरूपसम्पन्नं सम्भूतं च मनोहरम् त्वद्वस्त्रबिन्दुपादेन मम मूर्ध्नि सुलोचने क्षणेन ह्यगमच्छान्तिं क्रूरं मे मानसं सदा नीरस्य महिमा कोऽयमेतद्व्याख्यातुमर्हसि त्वं मे शीलवदी भासि नाकृतिर्निर्गुणा भवेद् अप्सरा उवाच श्रूयतामप्सराश्चाहं भोरक्षकमरूपिणी प्रयागतश्चाकताहं नाम्ना काञ्चनमालिनी आर्द्रपरिकरो मेधसुस्नाताहं सिदासिदे गन्तव्यं तु मया रक्षः कैलास्ये तु न गोत्तमे तत्रास्ते पार्वतीनाथः सुरासुरसुपूजितः वेणीवारिप्रभावेण रक्षस्ते क्रूरता गदा जाताहं येन पुण्येन गन्धर्वस्य सुमेधसः कन्यका दिव्यरूपादु तत्सर्वं कथयामि ते कलिङ्गाधिपदे राज्ञस्त्वहमासीत् च वेश्यका रूपलावण्यसम्पन्ना सौभाग्यमदगर्विता अन्यासां युवतीनां च तत्पुरेहं शिरोमणिः तज्जन्मनि मया रक्षो भुक्त्वा भोगान्यथेच्छया मोहितं तत्पुरं सर्वं मया यौवनसम्पदा रत्नानि च विचित्राणि भूषणानि धनानि च वासांसि चित्ररूपाणि कर्पूरा गुरुचन्दनं येदच्छोपार्जितं सर्वं मया मोहनरूपया नाकं जानामि हेम्नों तं स्वनिवासे निशाचर संसेवं ते युवानो मे चरणौ कामपीडिताः मया ते वञ्चिता सर्वे सर्वस्वेन तु मायया अन्योन्यस्पर्धाभावेन मृद्धा केचित्तु कामिनः युद्धं तन्नगरे रम्ये सकले मे गतिस्तदा प्राप्ते तु वार्धके काले शुशोच हृदयं मम न दत्तं न हृदं जप्तं न व्रतं चरितं मया नाराधितो मया देवश्चतुर्वर्गफलप्रदः न मया पूजिता देवी दुर्गा दुर्गदिनाशिनी सर्वपापहरो विष्णुर्न स्मृतो भोगलुब्धया न च सन्दर्पिता विप्रा न कृतं प्राणिनां हितम् अनुमात्रमिदं पुण्यं न कृतं च प्रमाददः पादकं तु कृतं भद्र तेन मे दह्यते मनः बहुधैवं विलप्याहं ब्राह्मणं शरणं गदा ब्रह्मण्यं वेदविद्वांसं तस्य राज्ञपुरोहितं स हि पृष्ठो मया रक्षः कथं मे निष्कृतिर्भवेद् पापस्यास्य द्विजश्रेष्ठ कथं यास्यामि सद्गतिं स्वेनैव कर्मणा तप्तां वराकीं दीनमानसां पापपङ्कनिमग्नां त्वं मामुद्धर कजग्रहैः मयि कारुण्यजं वारि वर्षहर्ष दृश्याद्विज सज्जने साधव सर्वे साधु साधुरसज्ञने इत्यसौ मध्वच श्रुत्वा चकारानुग्रहं मयि द्विज उवाच निषिद्धाचरणं जाने सर्वं तेऽहं वरानने कुरु मे सत्वरं वाक्यं याहि क्षेत्रं प्रजापदे तत्र गत्वा कुरु स्नानं तेन पापक्षयस्तव सर्वं मनोगतं भद्रे त्वदीयं शोचितं मया नाहमन्यत्प्रपश्यामि यत्ते पापप्रणाशनं प्रायश्चित्तं परं तीर्थे स्नानं च ऋषिभिः स्मृतं किन्तु तीर्थे त्यजेद्भीरु मनःसाप्यशुभं कृतं प्रयागस्नानशुद्धात्वं स्वर्गं यास्यसि निश्चितं प्रयागस्नानमात्रेण नृणां स्वर्गो न संशयः अन्यदेशकृतं पापं तत्क्षणादेवभामिनि प्रयागे विलयं व्याधि पापं तीर्थकृतं विना शृणु भीरु पुरा शक्रो गौतमस्य मुनेर्वधूं दृष्ट्वा कामवशं प्राप्तस्तां गदो गुप्तकामुकः उग्रेण तेन पापेन तदैव जनितं फलं ऋषिस्त्री गन्धुरिन्द्रस्य तस्याश्च पुरतस्तदा कुत्सितं गर्हितं जातमिति लज्जाकरं बभुः तद्भर्तुशापमाहात्म्यात् सहस्रभगचिह्नितम् अधोमुखस्ततो भूत्वा देवराजो विनिर्गतः निनिन्दस्वकृतं कर्म सोऽभिभूतः सलज्जितः मेरोशिरसि तोयाढ्ये शतयोजनविस्तृते तत्र गत्वा प्रविष्ठस्तु हे मां भोरुहकोरके तत्रस्थो गर्हयन्नित्यमात्मानं मन्मथं तथा धिक्तां कामात्मदां लोके सद्यपातकदायिनीं यया हि नरकं व्याधि सर्वलोकविगर्हितः आयुक्कीर्तिर्यशोधर्म धैर्यध्वंसकरी तथा दिङ्मन्मथं दुराचारमापदां नियतं पदं देहस्थं दुर्दमं शत्रुमसन्तुष्टं सदावशं युद्धं वादिनि प्रच्छन्ने वासवे पद्मसत्मनि आखण्डलं विना भीरुदेवलोको न शोभते ततो देवाः सगन्धर्वा लोकपालाः स किन्नराः शच्याः सह समागम्य पप्रच्छुस्ते बृहस्पतिं भगवन् बलभिद्देवं नैव जानीमहे वयम् क्व तिष्ठति गदः कुत्र कुत्र वा मृगयामहे न नाकक्षोभदे तेन विना देवगणैः सह सुपुत्रेण विना यद्वत्कुलं श्रीमद्गुणान्वितम् उपायश्चिन्त्यतां सद्यः स्वर्लोके येन शोभते सनाथः सुश्रियायुक्तो न विलम्बोऽत्र युज्यते इति तेषां वच श्रुत्वा गुरुर्वचनमब्रवीत् जानेऽहं स्वापराधेन लज्जया यत्र तिष्ठति रभसा लब्धकार्यस्य भुङ्क्ते स मखवाफलं नृणां नीति परित्यागात् विपाकास्योर्भयङ्करः अहो राज्यमदैर्मत्तः कृत्या कृत्यमचिन्तयन् कृतवान्निन्द्य मानं हि दृष्टा दृष्टक्षयङ्करं कुर्वन्ति बालिशा यत्र दैवोपहतबुद्धयः अपराधाद्यथा जन्म स्यादिहमुत्र निष्फलम् अधुना तत्र गच्छामो यत्र शक्रः स तिष्ठति इत्युक्त्वा निर्गता सर्वे बृहस्पतिपुरोगमाः दृष्ट्वा सरसि विस्तीर्णे स्वर्णपङ्कजकाननं तुष्टुवो देवराजानं प्रबोधो येन जायते तदो गुरो प्रबोधेन निर्गतः पद्मकुट्मलात् दीनाननो विरूपस्तु व्रीडा कुञ्चिदलोचनः जग्राह चरणाविन्द्रो गुरोस्तस्याग्रजन्मनः त्राहि मां निष्कृतिं ब्रूहि पापस्यास्य बृहस्पते देवराजवच श्रुत्वा जगौ विप्रो बृहस्पतिः शृणु देवेन्द्र वक्ष्येहमुपायं पापनाशनं प्रयागस्नानमात्रेण तत्क्षणादेवपादकाद मुच्यस्य देवराजत्वं तत्र यामः सहैव ते अथ पुरोधसा सार्धमागत्य बलमर्दनः सस्नौ सितासिदे तीर्थे सद्यो मुक्तो ह्यखैस्ततः अथ देवगुरुस्तस्मै प्रसन्नस्तु वरं ददौ प्रयागस्नानमात्रेण क्षीणं पापं त्वया नख क्षीणपापस्य दे शक्र मत्प्रसादेन सत्वरं सहस्र मे दद्योनीनां सहस्रं स्यादृशां तव तदैव द्विजवाक्येन शुशुभे च शचीपतिः लोचनानां सहस्रेण पङ्कजैरिव मानसम् अध वृन्दारकैः सर्वैर्ऋषिभिश्चाभिपूजितः गन्धर्वैस्तूयमानस्तु गतशक्रोमरावतीं युद्धं सद्यो विपापोऽभूत् प्रयागे पागशासनः याहि त्वमभिकल्याणि प्रयागं देवसेविदम् सद्य पापविनाशाय तथा स्वर्गतये दृढम् इति तस्य वच श्रुत्वा सेदिहासं समङ्गलं तदैव सम्भ्रमापन्ना नत्वा पादौ द्विजस्यतु त्यक्त्वा बन्धुजनं सर्वं दासदासी गृहं तथा सकलान्विषयान् रक्षो विषग्रासानिव स्फुटम् वपुश्चक्षणविध्वंसि पश्यन्ति निर्गदा ह्यहं नरकार्णवसम्पात दारुणान्तरवह्निना हृदये कुणपव्याघ्र तदा तत्तप्यमानय मया गत्वा कृतं स्नानं माघे मासि सितासिदे तस्य स्नानस्य माहात्म्यं शृणु वृद्धनिशाचर त्रियहात् पापक्षयो जातः सप्तविंशतिभिर्दिनैः शेषैर्मे यदभूत् पुण्यं तेन देवत्वमागता रममाणा तु कैलासे गिरिजाया प्रिया सखी जातिस्मरा तथा जादा प्रयागस्य प्रभावतः स्मृत्वा प्रयागमाहात्म्यं माके माके व्रजाम्यहम् इति राक्षस यत्पृष्ठं त्वया विस्मितचेतसा तन्मया कथितं सर्वं चरितं प्रीदये तव मत्प्रीदये चरित्रं स्वं त्वं ब्रूहि मम राक्षस कर्मणा केन जातोऽसि विरूपोऽधिभयङ्करः श्मश्रूलो दीर्घदंष्ट्रंश्च क्रव्यादो गिरिगह्वरे राक्षस उवाच इष्टं ददाति गृह्णादि गुह्यं वदति पृच्छति प्रीत्या हि सज्जनो भद्रे तच्च सर्वं त्वयि स्थितं त्वया सम्भावितो नूनं मन्येऽहं वामलोचने भाविनी निष्कृतिः सद्यस्त्वयास्य क्रूरकर्मणः अधो वक्ष्यामि दे भद्रे दुष्कृतं यत्स्वयं कृतं निवेद्य सज्जने दुःखं ततः सर्वसुखी भवेद् शृणु शुश्रोण्यहं काश्यां बपृचो वेदपारगः जातः पुरा द्विजश्रेष्ठकुले महदि निर्मले राज्ञां दुष्कृतीनां भीरुशूद्राणां च तथा विशां वाराणस्यां कृतो घोरो मया दुष्टप्रतिग्रहः बहुधा बहुधा वारं निषिद्धकुत्सितो बहु चण्डालस्यापि न त्यक्तो मया दुष्टप्रतिग्रहः अन्यच्च पादकं तत्र ममाभून् मूढचेतसः तन्नास्ति दुष्कृतं कर्म मया यत्र न यत्कृतम् अन्यच्च श्रूयतां दोषः क्षेत्रस्य वरवर्णिनि अविमुक्तोऽणुमात्रं यत्तदकं मेरुदां व्रजेद न धर्मस्तु मया कश्चित् सञ्जितस्तत्र जन्मनि ततो बहुतिथे काले मृदस्तत्रैव शोभने अविमुक्तप्रभावेण न चाहं नरकं गतः अविमुक्ते मृदः कश्चिन्नरकं नेदि किल्बिषि अविमुक्ते कृतं किञ्चित् पापं वज्री भवेद्दृढम् वज्रलेपेन पापेन तेन मे जन्म राक्षसं रौद्रं क्रूरतरं पापं सम्भूतं हिमपर्वते द्विर्जादो गृध्रयोनौ प्राक्तृर्व्याघ्रो द्विःसरीसृपः एकवारमुलूकस्तु विड्वराहस्ततः परम् इदं तु दशमं जन्म राक्षसं मम भामिनी अधीतानि सहस्राणि वर्षाणि मम जन्मनः नास्ति मे निष्कृतिर्भद्रे येदस्माद्दुःखसागराद अत्र त्रियोजनं सुभ्रूर्निर्जन्तुहि मया कृतम् अनागसां च भूतानां बहूनां च कृधक्षयः कर्मणा तेन मे शुभ्रो दह्यते सततं मनः त्वद्दर्शनसुधासिक्तं गदं शैत्यं मनो मम तीर्थं फलधिकालेन सद्यः साधु समागमः अद सत्सङ्गतिं शुभ्रूः प्रशंसन्ति मनीषिणः एतत्ते कथितं सर्वं स्वदुःखं हृद्गदं मया विरलसज्जनः शुभ्रूः स्वात्मा यस्य न भिद्यते जानास्यत्रोचितं त्वं हि किञ्चिन्नो वच्म्यतः परम् अस्य दुःखो दधेः पारं कथं यामीति चिन्तयन् सज्जनानां समाभूति सर्वेषामुपजीवनम् क्षीरार्णवपयो दत्ते हंसायन भगाय किं दत्तात्रेय उवाच इति तस्य वच श्रुत्वा दयार्द्री कृतमानसा धर्मदाने मदिं कृत्वा जगौ काञ्चनमालिनी करिष्ये निष्कृतिं रक्ष इदानीं खलु मा शुचः प्रतिज्ञां तु दृढां कृत्वा यदिष्ये तव मुक्तये बहवो हि कृदामाखा वर्षे वर्षे यथाविधि श्रद्धापूर्वं मया भद्रब्रह्मक्षेत्रे सिदास्थिते तां वदामि तु सङ्ख्यादिं तस्य धर्मस्य राक्षस गूढो धर्मो हि कर्तव्य इत्योजुर्विबुधा जनाः आर्ते दानं प्रशंसन्ति मुनयो वेदवादिनः सागरे वर्षदो भद्र किं मे कस्य फलं भवेद् अनुभूतं मया रक्षः स्वयं तत्पुण्यजं फलं तत्तु दास्यामि ते मित्र सद्य पापविनाशनं निष्पीड्याथ ततो वस्त्रं जलं कृत्वा कराम्बुजे ददौ सामखजं पुण्यं तस्मै वृद्धाय रक्षसे शृणु राजन्विचित्रं हि प्रभावं माकधर्मजं तदैवं प्राप्य तत्पुण्यं विमुक्ता राक्षसी तनुः सम्भूतो देवताकारस्तेजो भास्करविग्रहः देवयानं समारूढः सहर्षोद्भुल्लोचनः द्योतमानस्तदा व्योम्नि पाशयन् प्रभयादिशः दिव्यरूपधरो रेजे द्वितीय इव भास्करः तदोऽभिनन्दयामास सदां काञ्चनमालिनीं भद्रे वेत्तीश्वरो देवः कर्मणां यः फलप्रदः तत्त्वयोपकृतं सर्वं यत्र मे नास्ति निष्कृतिः इदानीमपि कारुण्यात् प्रसीदानुग्रहं कुरु शिक्षां विधेहि मे देवि सर्वनीतिमयीं शुभां सर्वधर्मकरीं नूनं न कुर्वे पादकं यथा तां श्रुत्वा त्वदनुज्ञादः पश्चाद्यामि सुरालयम् दत्तात्रेय उवाच एतन्निशम्य तेनोक्तं प्रियं धर्ममयं वचः अधिप्रीत्या ब्रवीद्धर्मं राजन् काञ्चनमालिनी धर्मं भजस्व सततं त्यजभूतहिंसां सेवस्वसाधुपुरुषान् जहि कामशत्रुम् अन्यस्य दोषगुणकीर्तनमाशुभित्वा सत्यं वदार्चय हरिं व्रजदेवलोकं देहेऽस्ति मांसरुधिरे स्वमदिं त्यजत्वं जायासुदादिषु सदा ममतां विमुं च पश्यानिशं जगदिदं क्षणभङ्गुरं हि वैराग्यभावरसिको भव योगनिष्ठः प्रीत्या मया निगदिदं तव धर्ममार्गं चित्तो निधेहि सकलं भवशीलयुक्तः संत्यज्य राक्षसतनुं धृतदेवदेहो ज्योतिर्मयो व्रज यथा सुखमाशुनाकं श्रुत्वा धर्मं ततो हृष्टः सन्तुष्टो राक्षसो ब्रवीद भवप्रमुदिदा नित्यं सर्वदा शिवमस्तु ते आचन्द्रार्कं रमस्वत्वं कैलासे शिवसन्निधौ उमया खण्डितं प्रेम तवास्तु वरवर्णिनि धर्मनिष्ठा तपोनिष्ठा मातस्त्वं भव सर्वदा मास्तु लोभशरीरे ते आपन्नार्ति सदाहरा इत्युक्त्वा दुःप्रणम्याथ सदां काञ्चनमालिनीं जगाम राक्षसस्वर्गं गन्धर्वैर्बहुभिस्तुतः देवकन्यास्तदागत्य ववर्षु पुष्पवृष्टिभिः तस्या काञ्चनमालिन्या मूर्ध्नि हर्षसमाकुलाः तामालिङ्ग्य तदप्रोचुः कन्यकास्तु प्रियं वचः कृतं भद्रे त्वया चित्रं राक्षसस्य विमोक्षणं दुष्टस्यास्य भयात् कश्चित् द्विषत्यस्मिन्न कानने अधुना निर्भया ह्यत्र विचरामो यथा सुखम् श्रुत्वा तद्वचनं राजं स्तासां काञ्चनमालिनी पृष्ठा तेनैव दानेन कृतकृत्या तदा सदी तं राक्षसं काञ्चनमालिनीवरा गन्धर्वकन्या परिमोच्य सत्वरम् क्रीडन्त्यमूभिः प्रययौ हरालयं प्रीत्या सपूर्णा च परोपकारया संवादमेनं वरकन्यकेरिदं भक्त्या परं यः शृणुयाच्च मानवः न बाध्यते जादु सदा स राक्षसैर्धर्मे मदिस्तस्य भृश्यं हि जायते इति पात्मे महापुराणे उत्तरखण्डे दिलीपवसिष्ठसंवादे सप्तविंशत्यधिकशततमोऽध्यायः ॐ